तस्मात् प्रणम्य प्रणिदायकायम् प्रसादये त्वामामीशमेद्यम् पितेव पुत्रस्य सखीव सख्यो प्रिया प्रियार्हसि देव सोढुम् अदृश्य पूर्वम् निशितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितम् मनो मे तदेव मे दर्शय देवरूपम् प्रसीद देवेश जगन्निवास किरीटिनम् गदिनम् चक्रहस्त इच्छामि त्वम् द्रष्टुमहम् तथैव तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते श्रीभगवानुवाच मया प्रसन्नेन तवार्जुनेदम् रूपम् परम् दर्शितमात्मयोगात् तेजोमयम् विश्वमनन्तमाद्यम् यन्मे त्वदन्येन न श्रेष्ठ पूर्वम् न वेदयज्ञाध्ययनैर्न दाने न च क्रियाभिर्न तपोभिरुग्रैः एवम् रूपः शक्य अहम् त्रिलोके द्रष्टुम् त्वदन्येन कुरु प्रवीर मातेर्व्यथा मा च विमूढभावो दृष्ट्वा रूपम् घोरविदृङ्गवेदम् व्यपेतभिः प्रीतमना पुनस्त्वम् तदेव मे रूपमिदम् प्रपश्य सञ्जय उवाच इत्यर्जुनम् वासुदेवस्तथोक्त्वा स्वकम् रूपम् दर्शयामास भूयः आश्वासयामास च भीतमेदम् भूत्वा पुनः सौम्यवपुर्महात्मा।